नमस्सर्वेभ्यः पुनः अस्माकं नूतनव्याकरणवर्गे सर्वेषां स्वागतं। सर्वेषां कृते नूतनवर्षस्य शुभाशयाः। अधुना अस्माकं विषयः अस्ति इत्संज्ञाप्रकरणम् इति विषयः अनुवर्तते। तत्र वयं सप्तसूत्राणि अधीतवन्तः, सर्वे स्मरन्ति खलु? सप्तसूत्राणि सन्ति इत्संज्ञाप्रकरणे। तत्र प्रथमं सूत्रं किं, कोऽपि वदतु? उपदेशे जनुनासिक इत्। हा, सत्यम्। अनन्तरं तत्सूत्रं किं वदति? पाणिनिमहोदय, पाणिनि ऋषि उपदेशे यद् उक्तवान् तत्र अनुनासिकवर्णानाम् इत् संज्ञा भवति इति। अनुनासिक कीदृशवर्णः? अनुनासिक अच्वर्ण। हा, अनुनासिक अच्वर्णस्य संज्ञा भवति, सम्यक्। अनन्तरं द्वितीयं सूत्रं किम्? हलन्त्यम्। पाण्डे महोदय वदतु, हलन्त्यं सूत्रं किं वदति? हलन्त्यं सूत्रानुसारेण उपदेशे अन्त्यं यदि हल् अर्थात् वर्णाः सन्ति तस्य इत्संज्ञा भवति। सत्यम्, उपदेशे अन्तिमहल् वर्णस्य इत्संज्ञा भवति। अत्र सत्यम्, अत्र प्रथमचत्वारि सूत्राणि यत्किञ्चित् मूलरूपं भवतु सर्वत्र कार्यं कुर्वन्ति। धातुः भवतु, प्रत्ययः भवतु, आगमः भवतु, आदेशः भवतु, यत्किञ्चित् मूलरूपम्। अस्तु, समीचीनं। तृतीयं सूत्रं किम्? न विभक्तौ। लता भगिनी वदतु। न विभक्तौ तुस्माः, अतः विभक्त्यां यदि तकारवर्णाः तथादन सवर्ण एण्ड् म यदि भवेत् ते न इत् भवति, न सत्यम्, इत्संज्ञकवर्णः न भवति, इत्संज्ञः न भवति। कुत्र कुत्र भवेत् एते वर्णाः, कुत्र कुत्र भवेत्? धातोः आदे और अन्ते, सोरि, कुत्र, आदौ वा अन्ते वा, आदौ वा अन्ते वा, अन्ते अन्ते अन्ते। कथं कथं ज्ञातवती अन्ते इति? विभक्तिप्रत्यये सुप् प्रत्यय तु तिष्ठति किल। सत्यं सत्यं, विभक्ति सुप्रत्ययस्य अपि च तिङ् प्रत्ययस्य विभक्तिसंज्ञा भवति, तत्तु सत्यं। परन्तु सुप्रत्ययः अस्ति, इदानीं सुप्रत्ययः अस्ति इति चिन्तयतु। जस् इति सुप्रत्ययः अस्ति, तर्हि जस् इति बहुवचनान्तप्रत्ययः, यत्र रामः, रामौ, रामाः, रामाः इत्यस्मिन् जस् इति प्रत्ययः अस्ति। जस् इति प्रत्यये तत्र कथं भवति? अन्त्य वर्ण तिष्ठति, इत्संज्ञ न भवति। जस् जः रामाः दीर्घ भवति। सत्यं सत्यं, तर्हि अत्र सकारः अन्ते अस्ति, परन्तु अन्ते एव सर्वत्र भवति इति कथं ज्ञायते? उपदेशे अनुवृत्ति सूत्रे उपदेशे विभक्तौ अन्त्याः हलः हलन्त्यम् इत्संज्ञा न भवति। सत्यं सत्यं सत्यं, तर्हि अत्र यतोहि अत्र न विभक्तौ तु स्माः इति निषेधकसूत्रम् अस्ति, प्रथमतया विधिः भवति। प्रथमतया अत्र हलन्त्यम् इति सूत्रं विधीयते, तर्हि हलन्त्यम् इति सूत्रेण जस् इति प्रत्ययस्य सकारस्य लोपः भवितुम् अर्हति, परन्तु तदनन्तरम् अत्र न विभक्तौ तु स्माः आगत्य वदति न न अत्र कार्यं न भवति, यतोहि विभक्तिसंज्ञकप्रत्ययः अस्ति, अपि च सवर्गीयवर्णः अथवा सकारः अस्ति, अतः कार्यं न भवति। अस्तु अस्तु, समीचीनम्। सम्यक् अस्तु. तदनन्तरम् अग्रे किम् अस्ति सूत्रम्? अग्रिमसूत्रम् सूत्रमस्ति. हा वदतु भगिनि, किं वदति सूत्रम्? उपदेशे आदौ नी टु डु इति वर्ण अस्ति अस्ति चेत् तत् इत्संज्ञा भवति. नी टु डु इति धातु धातोः अग्रे अस्ति सन्ति चेत् तत् इत्संज्ञा भवति. कुत्र धातोः अग्रे इत्युक्ते कुत्र? आदौ आदौ सत्यं, धातोः आदौ यदि अत्र नी इति वर्णसमूहः, टु इति वर्णसमूहः, डु इति वर्णसमूहः अस्ति चेत् तेषाम् इत्संज्ञा भवति. अस्तु समीचीनं. तदनन्तरम् अग्रिमं सूत्रम् एकनिमिष, वर्णसमूहे इति पदस्य अर्थः अनेकवर्णाः सन्ति चेत् समूह भवति किल? अत्र ड् एण्ड् वु द्वौ अपि समूहः इति मन्यते वा? सत्यं सत्यम्. आहा सत्यम्. अत्र अत्र अग्रे अपि पश्यामः, यत्र अनेकाचित् सर्वस्य इति एकं सूत्रमस्ति, तत्र तत्रापि पश्यामः यत्र एकः वर्णः नास्ति परन्तु द्वौ वर्णौ स्तः चेदपि तत्र अनेके वर्णाः इति एव मन्यन्ते. धन्यवादः. अस्तु अग्रिमं सूत्रं किं? शः प्रत्ययस्य. हा वदतु भगिनि. शः प्रत्ययस्य तत्र यदि श वर्ण आदौ अस्ति चेत् तत् तस्य इति संज्ञा भवति. हा कस्य आदौ? प्रत्ययस्य. हा प्रत्ययस्य आदौ. सत्यं सत्यम्. अग्रिमत्रीणि सूत्राणि केवलं प्रत्ययानां कृते एव. प्रथमसूत्रमस्ति शः प्रत्ययस्य, प्रत्ययस्य आदौ षकारः अस्ति चेत् तस्य इति संज्ञा भवति. अस्तु तदनन्तरं किमस्ति? चुटु वदतु. का उक्तवती? विजयलक्ष्मी. अन्य कोऽपि वदतु? विजयलक्ष्मी, गीताञ्जलि भगिनीं त्यक्त्वा अन्य कोऽपि? चुटु उपदेशे प्रत्ययस्य आदि चुटु इत्, चुटु आदि चुटु इत् भवति. चुटु इत्युक्ते चुटु न, एकक्षणं भगिनि, भगिनि महोदय वदति इदानीं, विनय महोदय वदतु. अहं चिन्तयामि चुटु टु दीर्घः अस्ति, उदीर्घः टु. किमर्थं दीर्घः अस्ति? न अवगच्छामि भगिनि. टु द्विवचने अस्ति महोदय अत्र. चु टु इति वर्णद्वयम् अस्ति खलु, चु इति एकः समुदायः, टु इति एकः समुदायः, संक्षेपे टु चु इति वर्णद्वयम् अस्ति इति कृत्वा तत्र टु इति यथा गुरु गुरु गुरवः, गुरुः गुरु गुरवः, तत्र गुरु इति अस्ति खलु दीर्घ उकारः, एवमेव चुटु द्विवचने. इदानीम् अहम् अवगच्छामि चुटुः समुदाय द्वि वर्णः, अतः चुटुः चुटुसमुदाय द्विवर्ण द्विवचनं चुटु. सूत्रे द्विवचने अस्ति. हा सूत्रे द्विवचने अस्ति परन्तु चु इति इत्यस्य अर्थः कः? चु चवर्ग चवर्गीय वर्णः. सत्यं. टु इत्युक्ते टु अपि चवर्ग टवर्गीय वर्णः. सत्यं सत्यं. टु इत्युक्ते अत्र संक्षेपे यत्र कुत्रापि पाणिनीयव्याकरणे चु इति वदामः चेत् अत्र सर्वेषां सवर्णानां ग्रहणं भवति, इत्युक्ते चवर्गीयवर्णानां ग्रहणं भवति, टु इत्यनेन सर्वेषां टवर्गीयवर्णानां ग्रहणं भवति, इत्युक्ते टवर्गस्य सर्वे वर्णाः सवर्णाः, सवर्णानां ग्रहणम्, अतः टु इत्युक्ते सर्वेषां टवर्गीयवर्णाः इति अर्थः. अस्तु, समीचीनं. तदनन्तरं हा वदतु भगिनि. किं वदति भगिनि? एकः प्रश्नः, चवर्गीय इत्युक्ते सर्वे सवर्णाः वा? हा, सवर्णः एव. सवर्णाः इत्युक्ते तत्र उच्चारणस्थानं समानमेव, सर्वेषां चवर्गीयवर्णानाम् उच्चारणस्थानं समानं. उच्चारणस्थानं समानम्. अस्तु, वदतु भगिनि. लशक्व तद्धिते. लशक्व तद्धिते इत्युक्ते विलम्बेन आगतवती, कुत्र पठामः? का अस्ति? मीना, मीना भगिनि. न, इदानीं वयं चिन्तयामः, चर्चां कुर्मः, कुत्रापि न पठामः. अत्र करपत्रमस्ति खलु, इत्संज्ञाप्रकरणं, तत्र किञ्चित् पुनस्मरणं कुर्मः, पुनस्मरणं कृत्वा अग्रे पठामः. अस्तु भगिनि, वदतु. सुमन् भगिनि, लशक्व तद्धिते इत्युक्ते लकार शकार क वर्गीय वर्णाः, इत्युक्ते कु आदौ अस्ति चेत् अपि च अतद्धिते इत्युक्ते प्रत्यय तद्धितप्रत्यय नास्ति चेत् तस्य इत्संज्ञा भवति. समीचीनं, सम्यक्. तर्हि इदानीम् आहत्य सप्तसूत्राणि अधीतवन्तः. अग्रे इदानीम् अत्र प्रश्नः उदेति खलु, सर्वेषां मनसि प्रश्नः उदेति, किमर्थम् इत्संज्ञकवर्णः, किमर्थं स्थापितवान् पाणिनिः एतादृशवर्णाः, किमर्थं स्थापितवान्, तस्य प्रयोजनं किम् इति प्रश्नः उदेति. तर्हि अत्र एवमेव स्थापयित्वा तदनन्तरं तस्य लोपः भवति वा इति चेत्, यत्र कुत्रापि प्रथमतया इत्संज्ञकवर्णः, वर्णस्य इत्संज्ञा भवति, तदनन्तरं तस्य लोपः इति सूत्रेण लोपः भवति. तर्हि तस्य प्रयोजनं किम्? अधुना अत्र प्रयोजनं पश्यामः, प्रयोजनानि कानि इति. सामान्यतया तत्र चिन्तनार्थं वदामि चेत् अत्र प्रथमप्रयोजनं किम् इति चेत्, द्वयोः प्रत्ययोः मध्ये भेदः ज्ञातुं, भेदं ज्ञातुं शक्नुमः. यदि अत्र शप् इति प्रत्ययः जानीमः, भुवादिगणे शप् इति विकरणप्रत्ययः अस्ति, सुदादिगणे श इति विकरणप्रत्ययः अस्ति. शप् इति प्रत्यये तत्र शप् इति प्रत्यये शकारस्य इत्संज्ञा केन सूत्रेण भवति? लशक्व तद्, लशक्व तद्धिते. अनन्तरं पकारस्य हलन्त्यं, तर्हि अकारः अवशिष्यते. अनन्तरं श इति विकरणप्रत्यये लशक्व तद्धिते इत्यनेन एव शकारस्य लोपः भवति, तत्रापि अ इति अवशिष्यते, अकारः अवशिष्यते. तर्हि उभयत्र अकारः अवशिष्यते. यदि अत्र द्वयोः सङ्केतः, द्वयोः प्रत्ययोः सङ्केतः केवलम् अकारः इति एव दीयते चेत् तर्हि भेदम् अवगन्तुं न शक्नुमः खलु. अत्र भुवादिगणीयविकरणप्रत्ययस्य विषये वक्तुमिच्छामः वा अथवा तुदादिगणीयविकरणप्रत्ययस्य विषये वक्तुमिच्छामः इति न अवगन्तुं शक्नुमः. एवमेव सर्वत्र पश्यामः वयम्. अतः तत्र इत्संज्ञकवर्णानां योजनं एकं प्रयोजनम् अस्ति. तेन प्रत्ययस्य प्रत्ययानां भेदः कः इति अवगन्तुं शक्नुमः. अनन्तरं द्वितीयप्रयोजनं किम् इति चेत्, सर्वत्र वयं पश्यामः इत्संज्ञकवर्णस्य प्रयोजनम् अस्ति एव, प्रयोजनं विना इत्संज्ञकवर्णानां प्रयोगः एव न क्रियते. यथा अत्र एकं प्रयोजनं किम् इति चेत्, आगमस्य सूचकः भवति. वयं पूर्वमपि दृष्टवन्तः यत्र टित् अस्ति प्रत्ययस्य टकारस्य इत्संज्ञा भवति चेत् वयं टित् इति वदामः, अथवा ककारस्य इत्संज्ञा भवति चेत् कित् इति वदामः. तर्हि प्रत्यये टकारस्य इत्संज्ञा अस्ति चेत् तत्र आगमस्य सूचकः इति ज्ञातुं शक्नुमः, ककारस्य इत्संज्ञा अस्ति चेत् तत्र आगमस्य सूचकः इति अपि ज्ञातुं शक्नुमः. अपि च इत्संज्ञकवर्णेन वयं पदव्यवस्था अपि ज्ञातुं शक्नुमः. पदव्यवस्था इत्युक्ते धातुः कीदृशी अस्ति, कीदृशः धातुः अस्ति, परस्मैपदी अस्ति वा आत्मनेपदी अस्ति वा उभयपदी अस्ति वा इति तादृशज्ञानमपि भवति. यदि धातौ नकारस्य कवर्गस्य पञ्चमवर्णस्य इत्संज्ञा अस्ति चेत् तर्हि वयम् अवगन्तुं शक्नुमः धातुः नित् अस्ति चेत् आत्मनेपदी भवति इति तादृशज्ञानमपि भवति. अपि च धातौ निकारः च वर्गस्य पञ्चमवर्णः तस्य इत्संज्ञा अस्ति चेत् ञित् अस्ति चेत् तत्र धातुः उभयपदी इति ज्ञातुं शक्नुमः. तदपि एकं प्रयोजनम् अस्ति. अनन्तरं यदि अत्र प्रत्यये ञकारस्य इत्संज्ञा अथवा णकारस्य इत्संज्ञा अस्ति चेत् धातौ अत्र वृद्धिः भवति इति ज्ञातुं शक्नुमः. अपि च पूर्वमपि अस्माभिः दृष्टम् अत्र प्रत्यये अकारस्य इत्संज्ञा अस्ति चेत् गुणकार्यं भवति इति. एतादृशप्रयोजनानि बहूनि प्रयोजनानि सन्ति. अतः अग्रे गत्वा वयं पठिष्यामः अत्र इत्संज्ञकवर्णः अस्ति चेत् किं प्रयोजनम् इति विस्तृतरूपेण पठिष्यामः. इदानीम् अत्र किञ्चित् स्थूलरूपेण उक्तवती, परन्तु अत्र अस्माकं सारांशः कः इति चेत् इत्संज्ञकवर्णस्य प्रयोजनम् अस्ति एव इति एव सारांशः. तर्हि इदानीम् अत्र करपत्रात् पठामः अनुबन्धवर्णाः किमर्थम् इति अस्ति, ततः आरभ्य पठामः. अत्र इत्संज्ञाप्रकरणम् इति करपत्रे अधोभागे अस्ति. अत्र अभ्यासानन्तरम् अनुबन्धवर्णाः किमर्थम् इति ततः आरभ्य पठामः. अस्तु समीचीनं, धन्यवादः भगिनि. अस्तु, अत्र रमा शिवरामन् भगिनी पठति वा? अभ्यासपूर्वं न कृतवन्तः खलु? कृतवन्तः, समाप्तम्. समाप्तम्. अनुबन्धवर्णाः किमर्थम्? अनुबन्धैः विभिन्नकार्याणि सिद्ध्यन्ति. यत्र प्रत्ययाः समानाः दृश्यन्ते. श्रूयते वा? हा, श्रूयते, वदतु भगिनि. यत्र प्रत्ययाः समानाः दृश्यन्ते अनुबन्धैः ते भिद्यन्ते. यथा भुवादिगणे शप् तुदादिगणे श, उभयत्र अ इत्येव अवशिष्यते अनुबन्धनिष्कासानन्तरम्. अनुबन्धवर्णैः एव प्रत्ययभेदः ज्ञायते, तथैव बहुत्र. अनुबन्धेन विभिन्न भिन्न भिन्न कार्याणि सिद्ध्यन्ति. इदानीं शप् अथवा श प्रत्यय आफ्टर् साल्विङ्ग् रिसाल्विङ्ग् अवशिष्यते अनुबन्धनिष्कासनानन्तरम्. अतः अ अवशिष्यते द्वे अपि, परन्तु भेदः अस्ति भुवादिगणे तुदादिगणे वा. अतः एकप्रयोजनम् अस्ति भेदः भेदज्ञानकारणतया. समीचीनं भगिनि, प्रत्ययानां भेदः कः इति अवगन्तुं शक्नुमः. तदेकं प्रयोजनम् अस्ति, इत्संज्ञकवर्णानां प्रयोजनम्. अस्तु, समीचीनम्. अग्रे अत्र वेङ्कटरामन् महोदय पठति वा? अस्तु, अस्ति वा महोदय? अस्तु, अत्र शोभा भगिनी पठति वा? आं भगिनि. प्रत्ययस्य अन्यरीत्या नामकरणं भवति. तस्य स्वभावम् अनुसृत्य अनुबन्धानुगुणं भवति. णकारः अनुबन्धः चेत् यथा णिच् प्रत्ययः, तर्हि संक्षेपे प्रत्ययस्य नाम णित्. तत्र णकारः इत् यस्य सः णित् इति बहुव्रीहिसमासः. ककारः अनुबन्धः चेत् यथा त तवतु त्वा तर्हि संक्षेपे प्रत्ययस्य नाम कित् ककारः इत्यस्य यस्य सः कित् इत्यादिकं तत्र प्रत्ययस्य अन्यरीत्या नामकरणं तत्र नामकरणस्य विषयम् अस्ति यथा यस्य इत्संज्ञा भवति यथा नकारस्य इत्संज्ञा भवति चेत् णित् ककारस्य इत्संज्ञा भवति चेत् कित् इति तत्र नामकरणं सूचयति अत्र भिन्नरीत्या सत्यम् अत्र भिन्नरीत्या नामकरणमस्ति यदि णकारस्य इत्संज्ञा अस्ति चेत् णित् इति वदामः एतादृशज्ञानं किमर्थम् आवश्यकम् अत्र किमर्थं णित् इति किमर्थम् अवगन्तव्यः अथवा कित् इति किमर्थम् अवगन्तव्यः अत्र तवत् प्रत्यये ककारस्य इत्संज्ञा अस्ति ककारस्य इत्संज्ञा केन सूत्रेण ककारस्य इत्संज्ञा लशक्व तद्धिते तत् तवत् प्रत्यये ककारः तवतु इति प्रत्ययः अस्ति प्रत्ययस्य आदौ ककारः अस्ति अतः लशक्व तद्धिते इत्यनेन ककारस्य इत्संज्ञा भवति तर्हि ककारस्य इत् यस्य सः इत्युक्ते तादृशप्रत्ययः तवतु प्रत्ययः कीदृशः इति चेत् तादृशप्रत्ययः यत्र ककारस्य इत्संज्ञा अस्ति अतः तवतु प्रत्ययः कित् अस्ति कित् इति प्रत्ययः इत्यस्य नामकरणम् तर्हि कित् इति वदनेन अत्र किं प्रयोजनम् इति चेत् वयं जानीमः यत्र प्रत्ययः कित् अस्ति तत्र गुणकार्यं न भवति गुणनिषेधः भवति इति अग्रे गत्वा अवगच्छामः अत्र एतादृशनामकरणेन अवगन्तुं शक्नुमः यत्र प्रत्ययः कित् अस्ति कार्यं न भवति गुणकार्यं न भवति वृद्धिकार्यं न भवति इति एतादृशज्ञानं भवति सूत्रेषु तादृशविवरणं दीयते सम्प्रसारणं न भवति किति परे इति उच्यते अथवा गुणः न भवति किति परे वृद्धिः न भवति किति परे इति अतः किति इति अवगन्तव्यः प्रत्ययः प्रत्ययस्य स्वभावः कः इति चेत् प्रत्ययः कित् अस्ति अथवा प्रत्ययः णित् अस्ति प्रत्ययः णित् अस्ति चेत् अत्र वृद्धिकार्यं भवितुम् अर्हति अतः अत्र प्रत्ययस्य स्वभावम् अवगन्तुं शक्नुमः कित् णित् इत् इति तादृशज्ञानेन प्रत्ययस्य स्वभावम् अवगन्तुं शक्नुमः सर्वत्र अष्टाध्याय्यां प्रत्ययस्य स्वभावम् अनुसृत्य एव कार्यं भवति सर्वत्र धातौ अथवा अङ्गे इत्युक्ते अत्र प्रत्ययात् पूर्वं यः भागः अस्ति इदानीं धातुः अस्ति भू इति धातुः अस्ति भूधातुतः अत्र तिङ् प्रत्ययः विधीयते अत्र भवति इति रूपं वयं सर्वे जानीमः तत्र भूधातुतः तिङ् प्रत्ययः विधीयते तिङ् प्रत्ययः इदानीं तिङ् प्रत्ययः परः अस्ति तर्हि भूयोगः ति इति अस्ति भूयोगः ति ति इति प्रत्ययात् पूर्वं यः भागः अस्ति तस्य नामकरणमस्ति अङ्गम् इति वदामः तर्हि भू इति अङ्गम् इति धातुः अपि अस्ति अङ्गमपि अस्ति तर्हि धातुरूपी अङ्गम् तर्हि प्रत्ययात् पूर्वं यः भागः अस्ति तस्य नामकरणमस्ति अङ्गम् तर्हि अङ्गे किमपि कार्यं भवति तत् कार्यम् अङ्गकार्यम् इति उच्यते सर्वत्र वयं पश्यामः अङ्गकार्यम् इत्युक्ते प्रत्ययात् पूर्वं यः भागः अस्ति तस्मिन् यत् कार्यं भवति तस्य नाम अस्ति अङ्गकार्यं तर्हि अङ्गकार्यं किम् इति अग्रे पठिष्यामः अङ्गकार्येषु अन्यतमः अस्ति गुणकार्यम् अत्र भू इति धातोः भो इति रूपं भवति खलु तद् अङ्गकार्यम् एवमेव सर्वत्र पश्यामः तर्हि अत्र प्रत्ययस्य स्वभावम् अनुसृत्य अङ्गे कार्यं भवति अत्र प्रत्ययः कित् अस्ति चेत् तत्र गुणकार्यं न भवति णित् अस्ति चेत् वृद्धिकार्यं भवितुम् अर्हति इति एतादृशज्ञानं सर्वत्र भवितुमर्हति अतः अस्माकं कृते अत्र पदस्य उत्पत्तिः कथं भवति इति चेत् धातुं स्वीकुर्मः तस्य अनन्तरं प्रत्ययं स्थापयामः तर्हि अस्माकं प्रथमं प्रश्नः भवति प्रत्ययस्य स्वभावः कः इति प्रश्नः भवति प्रत्ययः कित् अस्ति वा णित् अस्ति वा इत् अस्ति वा तद् अनुसृत्य अङ्गे कार्यं भवति अस्तु भगिनी एकः प्रश्नः तत्र लशक्त्व तद्धिते इति तद्धिते इत्युक्ते किं भगिनि तद्धितः इत्युक्ते एकः प्रत्ययः अस्ति अत्र अष्टाध्याय्यां सप्तविधप्रत्ययाः सन्ति तेषु अन्यतमः अस्ति तद्धितप्रत्ययः. अत्र तिङ् प्रत्ययः अस्ति, कृत् प्रत्ययः अस्ति, सुप् प्रत्ययः अस्ति, विकरणप्रत्ययः अस्ति, सनादिप्रत्ययः अस्ति, तद्धितप्रत्ययः अस्ति, स्त्रीप्रत्ययः अस्ति. सप्तविधप्रत्ययाः सन्ति अष्टाध्याय्यां. तेषु अन्यतमः प्रत्ययः अस्ति तद्धितप्रत्ययः. उदाहरणार्थं पश्यामः, यथा पठितवान् अथवा पठितवती इति वदामः खलु, तत्र मतुप्रत्ययान्तशब्दः, मतुप्रत्ययान्तशब्दः तद्धितप्रत्ययान्तः अस्ति. अतः यत्र तद्धितप्रत्ययः अस्ति तत्र लशक्व तद्धिते इति सूत्रं कार्यं न करोति. भवती मतु न भगिनि, तव तु आम् किं किम् अस्ति? अल क्षम्यतां क्षम्यतां, बुद्धिमान् क्षम्यतां, बुद्धिमान् इति वदति चेत् बुद्धिमान् इति वदति चेत् तत्र मतु प्रत्ययः अस्ति. दशरथस्य पुत्रः दाशरथि, दाशरथि सति, हा दाशरथि, तदपि तद्धितप्रत्ययः अस्ति, न तु तत्र पठितवान् इति तव तु प्रत्ययः. क्षम्यतां, मतु प्रत्ययः अत्र बुद्धिमान् अथवा गुणवान्, हा गुणवान्, गुणवती इति तादृशं. सत्यं, समीचीनम्. अस्तु, न न एकक्षणं भगिनि, अत्र विनयकुमार कापि प्रश्न पृष्टवती खलु, तत्र अतद्धिते भगिनि, तद्धिते नास्ति, अतद्धिते एव, तद्धितप्रत्यये न भवति इति अर्थः खलु. आम् आम् आम्, मम चिन्ता आसीत् सा तद्धिते इति उक्तवती इति. न न, इत्युक्ते पृच्छामि, आतद्धिते तस्य विरोधम् अस्ति. विनय महोदय वदतु. भगिनि, मम प्रश्नः, तस्य स्वभावम् अनुसृत्य कः अर्थः? इत्युक्ते अत्र पश्यतु, तव तु प्रत्ययः अस्ति खलु, तव तु प्रत्ययः, उदाहरणार्थं तव तु प्रत्ययः अस्ति खलु, तव तु प्रत्यये अत्र ककारस्य इत्संज्ञा अस्ति खलु, लशक्वतद्धिते. अहं जानामि, परन्तु कृदन्त तद्धित प्रत्ययः सम्बन्धे प्रथमतया ज्ञानम् अपेक्षितः. हा हा, अग्रे अग्रे गत्वा पठिष्यामः. अत्र किम् अहं केवलं सारांशरूपेण वदामि, अत्र इत्संज्ञकवर्णस्य प्रयोजनं किम् इति वदामि. अत्र एतादृश बहूनि प्रयोजनानि सन्ति, अग्रे गत्वा प्रत्येकं प्रत्ययं स्वीकृत्य पठिष्यामः. इदानीम् अत्र केवलं परिचयः खलु, परिचयार्थकम् अहं वदामि. अत्र प्रत्ययस्य स्वभावमनुसृत्य कार्यं भवति, तदर्थं प्रत्ययः कित्वा, नित्वा, इत्वा एतादृशज्ञानम् आवश्यकम्. यतोहि सूत्राणि तथा सन्ति, सूत्राणि तथा सन्ति, सूत्रेषु उच्यते किति परे एतादृशकार्यं भवति, निति परे एतादृशकार्यं भवति. तर्हि अत्र निति इत्युक्ते किम् इति प्रथमतया अवगन्तव्यं खलु. निति इति किम् इति न जानीमः चेत् अत्र न अवगन्तुं शक्नुमः. अतः निति इत्युक्ते ञकारस्य इत्संज्ञा यस्य सः, इत्युक्ते तादृशप्रत्ययः यत्र ञकारस्य इत् संज्ञा अस्ति. अतः प्रत्ययस्य स्वभावः कः इति चेत् प्रत्ययः इत् अथवा णित् अथवा कित् इति एतादृश एतादृशं वयं वदामः. अस्तु भगिनि, हा वदतु. लशक्वदिदे उदाहरणमस्ति वा? तद्धितप्रत्ययं, तद्धितप्रत्ययं परे परे तत् तत् विषये इत् संज्ञा न भवति इति. हा, तद्धितप्रत्यये बहवः प्रत्ययाः सन्ति, अनन्तरं दृष्ट्वा वदामि भगिनि. तद्धितप्रत्ययः, अत्र तद्धितप्रत्ययः अस्ति चेत् तत्र कार्यं न भवति इति एव. प्रसक्तिः नास्ति इति वदति. सत्यं, तावदेव भगिनि. मम एकः संशयः अस्ति, पृच्छामि वा? पृच्छतु. हा, चित् सम्बन्धे भवती वदति गुणा न भवति. अहम् एकम् उदाहरणं वदामि. इक्त तव तु इक्त्वा कृत् प्रत्यय विषये यदि लिक् धातु सह योजयामि तो लिखतः लिखित्वा लिखितवान् एतानि गुणा न भवति, परन्तु अन्य कृदन्त रूपे गुणा भवति. करेक्ट्? सत्यं सत्यं. हा, यत्र प्रत्ययः तव तु प्रत्ययः कित् अस्ति तत्र गुणकार्यस्य निषेधः अस्ति, यतः एव लिक् योगः, तव तु लिखितवान् इति न तु लेखितवान्. हत्वा प्रत्ययः अपि कित् अस्ति खलु, अतः लिखित्वा. तुम्मन् प्रत्यये न भवति, लेखितुं गुणः भवति किल. सत्यं, लेखितुं लेखनीय. सत्यं लेखनीयं. सत्यं सत्यम्. अस्तु अस्तु भगिनी, एकः प्रश्नः अस्ति. सप्त सूत्राणां मध्ये एक चतुर्सूत्रधातुषु प्रत्ययेषु आदेशेषु आगमेषु अर्थात् उपदेशे अस्ति आदिर्णिटुडवाः. अत्र टु शब्दे च वर्गस्य सम्पूर्णज्ञानं भविष्यति. पुनः प्रत्ययविषये पुनः किं कारणेन चुटु सूत्रस्य पाणि दत्तवान्? न, अत्र आदिरिटुडवः इत्यस्मिन् टु इत्युक्ते टवर्ग्यवर्णः इति नास्ति खलु, टु इति वर्णसमूहः. टु इति वर्णसमूहः अस्ति न? सत्यं, वर्णसमूहः, न तु टवर्ग्यवर्णः. टु अपि चुटु सूत्रे टु अपि वर्णसमूहः अस्ति, टवर्गीयवर्णाः. तत्र टु चुटु इत्यस्मिन् टु इत्युक्ते टवर्गीयवर्णाः, आदिर् इटुडवः इत्यस्मिन् टु इत्युक्ते सपूर्णतया टु इति एव अर्थः, टकारः अनन्तरम् उकारः इति अर्थः. अतः उभयत्र अर्थः भिन्नः. अस्तु भगिनी, वयं द्वौ वर्णौ समूहः भवति इति न चिन्तयति किल, चिन्तयामः. दट्स् वै कन्फ्यूजन् वर्णसमूहः एव्रिबडि. हा, सत्यं सत्यम्. अस्तु अस्तु, अग्रे पठामः. अत्र गीता भगिनी पठति वा? गीता भगिनी अस्ति वा? पठामि पठामि भगिनी, पठतु. प्रश्नः उदेति, अनुबन्धाः किमर्थं युज्यते पाणिनिना यदि तेषां लोपः भवति एव? अनुबन्धाः अपगच्छन्ति परन्तु तैः सङ्केतः दीयते. नहि श्रूयते? हा, श्रूयते भगिनि. श्रूयते श्रूयते. परन्तु तैः सङ्केतः दीयते कार्यार्थं, तथा शप् इति विकरणप्रत्ययः, तस्य शकारस्य संज्ञा. एकक्षणं मीना भगिनी, न श्रूयते वा? प्रायः भवत्याः दूरवाण्यां क्लेशः अस्ति भगिनि. भगिनी वदतु. यथा शप् इति विकरणप्रत्ययः, तस्य शकारस्य इत्संज्ञा, पकारस्य च इत्संज्ञा, अनुबन्ध लोपानन्तरम् अ इत्येव अवशिष्यते. शकारपकारयोः इत्संज्ञा इत्यनेन धातोः स्वरपरिवर्तनं भवति. भू योगः शप् योगः ति अनुबन्धलोपे भू शोगः आ योगः ति इत्यनेन शप् प्रकार शप् प्रत्ययस्य कारणेन ऊकारः ओकारः भवति गुणः. इत्युक्ते भो योगः अ योगः ति सन्धिः भवति, इत्यनेन भव प्लस् भव योगः ति भवति भवति. वदतु भगिनि. अत्र अनुबन्धस्य प्रयोजनं किम् इति अस्ति. अनुबन्धः अपगच्छन्ति किन्तु तैः कार्यं भवति, कार्यार्थम् अनुबन्धेन अनुबन्धः कार्यार्थम् अस्ति. यथा शप् इति विकरणप्रत्ययः शकारस्य तस्य अत्र शकारस्य अपकारस्य इत्संज्ञा भवति. अनुबन्धस्य लोपानन्तरं आ इत्येव अवशिष्यते. शकार पकार द्वयोः इत्संज्ञा भवति. धातोः स्वरपरिवर्तनं भवति. ऐ डिण्ट् अण्डर्स्टाण्ड् द रिमेनिङ्ग् पार्ट् बिकास् दट् शप् प्रत्ययस्य लोपानन्तरम् आ एव अवशिष्यते. शप् प्रत्ययस्य कारणेन ऊकारः ओकारः ऐ डिण्ट् अण्डर्स्टाण्ड् दिस् शप् प्रत्ययस्य ऊकारः. हा अग्रिमपाठे अपि आयाच्छति भगिनी, अत्र विस्तृतरूपेण पठिष्यामः. परन्तु अत्र किम् अस्ति इति चेत् भूयोगः ति इति प्रत्ययः अस्ति, तर्हि मध्ये शप् इति विकरणप्रत्ययः आगच्छति. भुवादिगणे भू इति धातुः भुवादिगणे अस्ति, अतः शप् इति विकरणप्रत्ययः मध्ये आगच्छति. शप् इति प्रत्यये यथा वयं दृष्टवन्तः, षकारस्य संज्ञा लषक्वत् अधिते इत्यनेन, पकारस्य संज्ञा हलन्त्यम् इत्यनेन अकारः अवशिष्यते. तर्हि अकारः इति प्रत्ययः अस्ति. तर्हि प्रत्ययस्य स्वभावः कः इति चेत्, प्रत्ययः षित् अस्ति अपि च पित् अस्ति. यतोहि षकारस्य इत्संज्ञा अस्ति अपि च पकारस्य इत्संज्ञा अपि अस्ति, अतः प्रत्ययः पित् अस्ति. यत्र प्रत्ययः पित् अस्ति तत्र गुणकार्यं भवति. गुणकार्यम् इत्युक्ते यत्र भू इति धातौ यः उकारः अस्ति तस्य गुणः ओकारः, तर्हि उकारस्य स्थाने ओकारः आगच्छति. तर्हि भू इति भो इति भवति, भो योगः अयोगः ति इति भवति. तदनन्तरं तत्र ओकारः अस्ति, अनन्तरम् अकारः अच्वर्णः अस्ति, ततः एचोय वायावः इति यान्तावान्तदेशसन्धिः भवति. यान्तावान्तसन्धिः ओकारस्य स्थाने अव् आदेशः भवति. तर्हि भव् योगः अयोगः ति भव, भव इति अङ्गं, भवयोगः ति भवति. अस्तु अस्तु अस्तु भगिनि. भगिनी यदि भू षष्ठ वर्ग विकरणप्रत्यय यदि ष इति भवति, तुदादिगणे यदि भवति, यदि चिन्तयामः तर्हि भुआ योगः अयोगः ति इति भवति वा? भू इति धातुः यदि तुदादिगणे अभविष्यत् तर्हि भू इति उकारस्य गुणः न भवति, गुणः न भवति. परन्तु तत्र अन्यत् कार्यं भवति, अत्र अन्यत् सूत्रमस्ति, अचिष्णु धातु ब्रुवां योर् योङ् ओङ्गौ इति सूत्रेण उव इति आदेशः भवति. तत्र उव इति आदेशः भूत्वा भुवति इति रूपं निष्पन्नं भवति, तु असमीचीनरूपम्. अस्तु, इदानीं भू इति धातुः तुदादिगणे नास्ति, भुवादिगणे एव अस्ति, अतः भवति इति रूपम्. अस्तु, अत्र भवति इत्यस्मिन् रूपसाधनं कथं भवति, गुणः कथं भवति इति अग्रिमपाठे पुनः एतत् सर्वं पठिष्यामः. अस्तु, इदानीम् अत्र किञ्चित् स्थूलरीत्या एव दत्तम् अत्र. अस्तु, प्रश्नः वा भगिनि? अहं न अवगच्छामि कथं गुणकार्यं. हा, अग्रिमपाठे पठिष्यामः भगिनि. अत्र गुणः इत्युक्ते किम् इति एकवारं पुनः पश्यामः, तदनन्तरम् एतत् पठिष्यामः. अस्तु, इदानीम् अग्रे सरेम. अस्तु, सन्दीप् महोदय अग्रे पठतु. तर्हि क्रियापदविषये मूलधातुः कः अपि च अनुबन्धानां निष्कासनानन्तरं किम् अवशिष्यते इति प्रथमम् अवगन्तव्यम्. परं तस्मात् धातोः विहितः यः प्रत्ययः अस्ति तस्मिन् अपि अनुबन्धाः के किञ्च अवशिष्यते. क्षम्यतां, कस्यचित् गृहे ध्वनिः अस्ति, कृपया म्यूट् कुर्वन्तु. गीता भगिनी इति चिन्तयामि. करोमि महोदय, कृपया. तदा एव अग्रे धातुप्रत्यययोः मेलनेन क्रियापदं निर्मातुं शक्नुयाम. सुबन्तपदविषये नामपदविषये अपि तथा. प्रथमं कार्यमस्ति प्रकृतिप्रत्यययोः अनुबन्धलोपः, तदा एव पदनिर्माणम्. क्रियापदानि सन्ति चेत् प्रथमं धातूनां तथा प्रत्ययानां इत्संज्ञकाः लोपः अपगच्छन्ति प्रथमं. अग्रे धातु च प्रत्यययोः मेलनं भवति. तिङन्तेपि सुबन्तेपि अस्य विधिः भवति. कार्यं प्रथमं इत्संज्ञकानां लोपः, पदनिर्माणं, आफ्टर् दि लोपः. सत्यं सत्यं, समीचीनं. तर्हि अत्र यत्र कुत्रापि मूलरूपम् अस्ति, इदानीम् अत्र तिङन्तपदं साधयितुम् इच्छामः चेत् किं कुर्मः? प्रथमं धातुं नयामः. तर्हि धातौ इत्संज्ञकवर्णाः सन्ति वा इति पश्यामः. इत्संज्ञकवर्णानां निष्कासनं प्रथमं भवति. मूलधातुतः इत्संज्ञकवर्णानां निष्कासनं प्रथमसोपानं. तदनन्तरं किं कुर्मः इति चेत् तत्र प्रत्ययं योजयामः. निष्कासनस्य अर्थं किं? निष्कासनम् इत्युक्ते तत्र त्यजामः. एलिमिनेशन्. ओके, इत्संज्ञकवर्णस्य लोपः अथवा निष्कासनम् इत्युक्ते तद्वर्णं वयं त्यजामः. तदनन्तरं तत्र प्रत्ययं स्वीकुर्मः. प्रत्यये अपि इत्संज्ञकवर्णाः सन्ति वा इति पश्यामः. इत्संज्ञकवर्णाः सन्ति चेत् तान् वर्णान् वयं त्यजामः. पुनः इदानीं धातुः अस्ति, प्रत्ययः अस्ति, इत्संज्ञकवर्णानां लोपानन्तरं तदनन्तरं वयं प्रक्रियां कुर्मः. अत्र तिङन्तप्रक्रियां कुर्मः. अत्र सोपानानि सन्ति तिङन्तपदस्य निर्माणार्थं. तत्र मध्ये शप् इति विकरणप्रत्ययः अथवा विकरणप्रत्ययः आगच्छति. तदनन्तरं तत्र अङ्गकार्यं भवति. अङ्गकार्यं, सन्धिकार्यं सर्वं कृत्वा अत्र तिङन्तरूपं साधयामः. यथा अत्र भवति इति रूपं, भू इति धातुतः तिङ् प्रत्ययं योजयामः. मध्ये शप् इति प्रत्ययः आगच्छति. शप् इति प्रत्यये अकारः अवशिष्यते. अकारः, तस्य स्वभावः कः इति दृष्ट्वा अत्र भू इति धातोः गुणकार्यम् इत्युक्ते उकारस्य ओकारादेशः भवति. गुणः यथा गुणसन्धिः इति जानीमः खलु, गुणसन्धिः अकारः योगः उकारः किं भवति? ओकारः भवति खलु, ओकारः भवति. तथैव अत्रापि यत्र उकारः अस्ति तत्र ओकारः भवति, ओकारादेशः भवति. ओकारः भवति चेत् भो इति भवति. तर्हि अनन्तरं सन्धिकार्यं कृत्वा भवति इति रूपं भवति. एतादृशी प्रक्रिया भवति सर्वत्र. अत्र धातुं स्वीकुर्मः, प्रत्ययं योजयामः इत्संज्ञकवर्णानां लोपानन्तरं, तदनन्तरं प्रक्रिया प्रचलति खलु. सुबन्तविषये अपि तथैव भवति. सुबन्तविषये अपि तथैव भवति. तत्र प्रातिपदिकं स्वीकुर्मः, तदनन्तरं प्रत्ययं योजयामः. प्रत्यये इत्संज्ञकवर्णानां निष्कासनं भवति, तदनन्तरं प्रक्रिया भवति. सर्वत्र तथैव पाणिनीयव्याकरणे. प्रश्नः कः? भवती भूधातोः भवती रूपम् अवगतं. गम् लृ इत्संज्ञा भवति, गम गच्छ कथं भवति? गम गच्छ तत्र कार्याणि भवन्ति भगिनि, अङ्गकार्याणि भवन्ति, कथं भवति इति इदानीं तत्र सूत्राणि सन्ति, तत्र मकारस्य चकारादेशः भवति, मध्ये तुक् आगमः भवति, तत्र प्रक्रिया अस्ति, अग्रे गत्वा पठिष्यामः भुवादिगणे ये ये धातवः सन्ति तेषां प्रक्रिया कथं भवति इति अग्रे गत्वा पठिष्यामः. परन्तु परन्तु सारांशः कः इति चेत् अत्र यत्र कुत्रापि पदस्य निर्माणं कर्तुं शक्नु इच्छामः चेत् अत्र तिङन्तपदं भवतु सुबन्तपदं भवतु, अत्र व्याकरणे पदं द्विविधमेव, तिङन्तपदं नो चेत् सुबन्तपदं, तर्हि पदस्य निर्माणं कर्तुम् इच्छामः चेत् अत्र अस्माकं प्रथमं कार्यं किम् इति चेत् इत्संज्ञकवर्णस्य लोपः इति एव प्रथमं कार्यं. तर्हि अत्र यत्र कुत्रापि मूलरूपं स्वीकुर्मः चेत् तत्र इत्संज्ञकवर्णः अस्ति वा इति पश्यामः. अस्तु अस्तु भगिनि, इत्संज्ञकवर्णाः निष्कासित्वा अपि सम्कार्यं रिमेन्स्. तदनन्तरं बहूनि कार्याणि सन्ति अत्र प्रथमसोपानमेव इत्संज्ञकवर्णस्य लोपः, तदनन्तरं बहूनि कार्याणि सन्ति, तानि कार्याणि सर्वाणि कृत्वा वयं पदस्य निर्माणं कुर्मः. अस्तु भगिनि, धन्यवादः. अस्तु, अग्रे अत्र ललिता भगिनी पठति वा? ललिता भगिनि, ललिता ललिता भगिनी अस्ति वा? ललिता भगिनी म्यूट् मध्ये अस्ति भगिनी. अस्तु भगिनि, वृत्तान्ते डुपचष् इति मूलस्वरूपं पचति इति क्रियापदं, तत्र सामान्यतया धातुः पच् इति वदामः, परन्तु मूलतया डुपचष् इति उपदेशे स्वरूपं वर्तते, तत्र केचन अनुबन्धाः सन्ति, आरम्भे डु अन्ते शकारः, अपि च चकारोत्तरवर्ति अकारः, चकारात् उत्तरं वर्तते इति चकारोत्तरवर्ति. वर्ति इत्यस्य प्रातिपदिकं वर्तिन् वृत् धातोः, त्रयाणामपि अनुबन्धानाम् इत्संज्ञा भवति, परं लोपः भवति, पच् इत्येव अवशिष्यते, ततः परम् अस्माभिः प्रत्ययः कः इति चिन्तनीयं, यथा तव्यत् तत्र तकारस्य इत्संज्ञा लोपः च, तव्य इति अवशिष्यते, तर्हि पच् प्लस् तव्य इति स्थितितः एतादृश्यां स्थित्याम् इदानीं कार्यस्य आरम्भः भवति, येन पक्तव्यम् इति रूपं निष्पद्यते. वृत्तान्ते डुपचष् इति उपदेशधातोः पाके इति मूलस्वरूपं पचति इति क्रियापदमस्ति, पच् इति वदामः, परन्तु मूलतया डुपचष् इति उपदेशे स्वरूपं वर्तते, सो आफ्टर् दि यु टेक् द इत् प्रत्ययस् ओन्लि पच् रिमैन्स्. कथं डुपचष् गच्छति शकारस्य लोपः हलन्त्यम् इति सत्यम् शकारस्य लोपः भवति पच् इति उपदेशे अजनुनासिक इति सूत्रेण अकारस्य अनुनासिक अकारस्य इत् भवति पच् इति आफ्टर् द आल् रिमूविङ्ग् आल् द इत् सन्यास् ओन्लि अवशिष्यते अवशिष्यते अवशिष्यते इदानीमत्र पच् इदानीं पच् इति प्राति धातुः धातुः धातुः अस्ति अन्ते चकारः चकारस्य उत्तरम् वर्तते इति चकारोत्तवर्ति अद् ऐ एम् नाट् एबल् टु अण्डर्स्टाण्ड् चकारोत्तरवर्ति इत्युक्ते चकारस्य चकारस्य अनन्तरं चकारात् परं चकारोत्तरवर्ति ओके चकारस्य अनन्तरं चकारस्य अनन्तरं यः अकारः अस्ति सः अनुनासिकः अनुनासिकः अस्ति अस्ति सो इट् इट् बिकम्स् इट्स् अन्या इट्लि सो ओन्लि पच् इस् रिमैनिङ्ग् ओके इत्यस्य प्रातिपदिकं वर्तते वृत् धातोः वर्ति इत्यस्य प्रातिपदिकं वर्तिन् वृत् धातोः तदिदानीम् अत्र अस्माकं विषयः कः डुपचष् इति धातुः अस्ति डुपचष् इति डुपचष् इति धातौ चकारः अस्ति खलु चकारस्य अनन्तरम् अनुनासिक अकारः अस्ति अतः एव वयं वदामः डुपचष् इति तस्मिन् धातौ चकार उत्तरवर्ति अकारः इत्युक्ते चकारस्य अनन्तरम् अतः तस्य तत्र डुपचष् इति कीदृशधातुः इति चेत् तादृशधातुः यत्र चकार उत्तरवर्ति अकारः वर्तते तस्य नामकरणमस्ति चकारोत्तरवर्ति हा चकारोत्तरवर्ति इति सामान्य तत्र सामान्यतया वयं वदामः भगिनि तत्र नामकरणं किमपि नास्ति चकार उत्तरवर्ति इत्युक्ते इनि प्रत्ययान्तशब्दः अस्ति गुणिन् इति वदामः चेत् गुणिन् इति प्रातिपदिकात् गुणः अस्य अस्ति इति गुणि गुणि एवमेव अत्र चकार उत्तरवर्ति उत्तरवर्ति अकारः अस्ति अत्र अतः चकार उत्तरवर्ति चकारस्य अनन्तरं किमपि अस्ति भगिनी अत्र डुपच चकारस्य अनन्तरम् अपि अकारः अस्ति चकारस्य पूर्वः अपि उ प्लस् आ अस्ति दट्स् वै स्पेसिफैड् चकारस्य उत्तर सत्यं सत्यं सत्यं तदेव चकारस्य अनन्तरं न तु पूर्वं चकारस्य उत्तरम् इत्युक्ते तस्य अनन्तरम् इति अर्थः नेक्स्ट् चकार नेक्स्ट् ओके सो पच् इति अवशिष्यते ततः परम् अस्माभिः प्रत्ययः कः इति चिन्तनीयं तथा तव्यत् तत्र तकारस्य इत्संज्ञा लोपः च तव्य इति अवशिष्यते ततः परम् अस्माभिः प्रत्ययः कः इति चिन्तनीयं वै डु दे यूस् दट् तव्यत् हियर् ऐ एम् नाट् एबल् न एक एकम् उदाहरणम् अत्र पश्यतु एकम् उदाहरणं वयं किं कुर्मः एकक्षणं यदि अत्र वयं पक्तव्यम् इति रूपं साधयितुम् इच्छामः पक्तव्यम् इति रूपं तर्हि वयं किं कुर्मः दुपचष् इति धातुं स्वीकुर्मः तस्य अनन्तरं तव्यत् इति प्रत्ययं योजयामः खलु तर्हि तत्र किं कुर्मः प्रथमसोपानं किं कुर्मः डुपचष् इति धातौ इत्संज्ञकवर्णानां लोपं कुर्मः सेम् वे यू हैव टु डु फॉर तव्यत् आल्सो पच् इति अवशिष्यते पच् इति अवशिष्यते लोपानन्तरं पच् इति अवशिष्यते तदनन्तरम् अत्र प्रत्ययः अस्ति तव्यत् इति प्रत्ययः अस्ति तव्यत् इति प्रत्यये इत्संज्ञकवर्णः अस्ति वा तकारः अस्ति न केन सूत्रेण हलन्त्यम् इति सूत्रेण तकारस् तव्यत् इन्द तव्यत् तकारः लोपः भवति सत्यं तर्हि पच् योगः तव्य इति इदानीं निष्पन्नं भवति पच् योगः तव्य इति प्रथमं सोपानं तदनन्तरं तत्र अन्यत् किमपि कार्यं भवति तत्र चकारस्य ककारादेशः भवति सन्धिकार्यं भवति तर्हि पक्तव्य इति प्रातिपदिकम् पक्तव्य इति प्रातिपदिकं तर्हि प्रथमसोपानं सर्वत्र इत्संज्ञकवर्णस्य लोपः इति एव प्रथमसोपानम् अस्तु तदेव अत्र अस्माकं विषयः, तदेव अस्माकं विषयः, पक्तव्यं चकारः ककारः कथं भवति इति इदानीम् अस्माकं विषयः नास्ति, अग्रे गत्वा तदपि पठिष्यामः, परन्तु इदानीम् अस्माकं विषयः कः इति चेत् प्रथमतया पच् इति साधनीयः, तदनन्तरं तव्य इति साधनीयः, तकारस्य लोपानन्तरं तव्य इति साधनीयः साधनीयं, तर्हि अत्र पच् योगः तव्य इति निष्पन्नं भवति। अस्तु धातुगणे न आगमिष्यति किं डुप्चातु कस्मिन् गणे आगच्छति? हा भवादिगणे एव अस्ति, पचति इति रूपं, पचति अनुसारेण तत्र विकरणप्रत्ययः, तत्र विकरणप्रत्ययः भवति महोदय, अत्र तु तव्यत् इति प्रत्ययः आर्धधातुकप्रत्ययः अस्ति, यत्र आर्धधातुकप्रकरणे तत्र विकरणप्रत्ययः न भवति, अतः मध्ये शप् न आगच्छति अत्र, अतः तत्र पचतव्यम् इति नास्ति रूपम्। सम्यक्, अस्तु, विकरणप्रत्ययः आर्धधातुकप्रक्रियायां न भवति, तत् तत्सर्वम् अग्रे पठिष्यामः, इदानीं चिन्तनं सम्यक् अस्ति, चिन्तनं सम्यक् अस्ति, परन्तु अस्माकं विषयः कः? प्रथमसोपानम् इत्संज्ञकवर्णस्य लोपः, तावदेव। अस्तु भगिनि, किं न श्रूयते? पच् प्लस् तव्य पक्तव्या इति बिकम्स् न, तत्र किमपि सन्धि नास्ति न? चु सकारस्य सूत्र अस्ति न सन्धि किल, हल् सन्धि, हल् सन्धि कार्यमस्ति, हल् सन्धि, हल् सन्धि भगिनी, इदानीम् अस्माकं विषयः नास्ति, अत्र चोः कुः इति एकं सूत्रमस्ति, भवती जानाति वा? न जानामि। हा तर्हि इदानीम् अस्माकं विषयः कः? इत्संज्ञा इति विषयः, अतः तस्मिन् एव अस्माकम् एकाग्रता भवतु, नो चेत् वयम् इदानीम् अत्र पक्तव्यं कथं भवति इति इदानीं चिन्ता मास्तु, इदानीम् अस्माकं विषयः अस्ति इत्संज्ञा इति, अतः तत्र सन्धिकार्यं भवति, सूत्रमस्ति, तदर्थं सूत्रमस्ति, चोः कुः इति एकं सूत्रमस्ति, तेन सूत्रेण चवर्गः चवर्गस्य स्थाने कवर्गादेशः भवति, अतः पक्तव्य इति प्रातिपदिकं भवति। अस्तु अस्तु अवगतं, धन्यवादः। अग्रे अत्र सूर्यकुमारी भगिनी पठति वा? एवमपि देयं केचन धातवः तृतीयाः च अपि तादृशाः सन्ति, येषु अनुबन्धाः न भवन्ति, यथा भूधातुः भूसत्तायां तत्र कोऽपि अनुबन्धः नास्ति, प्रत्ययेषु यथा आ इति प्रत्ययः तत्र अनुबन्धः नास्ति। केचन धातवः चापि तादृशः सन्ति, भूधातु अनुबन्धा न भवन्ति, भूसत्तायां कः अपि अनुबन्धः नास्ति। अवगच्छति वा भगिनि? हा भगिनि, हा वदति वा किञ्चित्? अवगतं, विवरणं न शक्यते। अस्तु अस्तु, चिन्ता नास्ति, अत्र उमा भगिनी वदतु, सहायं करोतु उमा भगिनी। भगिनी भूत् अहं वदामि भवती उमा भगिनी अस्ति वा न उमा भगिन्याः किमपि उत्तरं न आगतं न उमा भगिनी न वदति चेत् तदनन्तरं भवतु भवती वदतु अत्र उमा भगिनी अस्ति वा अन्म्यूट् करोतु भगिनी हा वदतु एवमपि ध्येयं केचन दातवः प्रत्ययाः तादृशाः सन्ति येषु अनुबन्धाः न भवन्ति यथा भूधातुः भूसत्तायां तत्र कोऽपि अनुबन्धः नास्ति प्रत्ययेषु यथा अ इति प्रत्ययः तत्र अनुबन्धः नास्ति अवगतं वा न अवगतम् अस्तु लता भगिनी सहायं करोतु इदानीं पूर्णसहायं न अर्धसहायं करोमि भू धातोः भू इत्येव वर्णः उदाहरणे गम् धातु गमल् रु अनुबन्धवर्णः अपि अस्ति परन्तु भू धातौ किमपि इत्संज्ञा वर्णाः नास्ति भू इस् जस्ट् भू धातु भूसत्तायाम् इत्येव परस् गमल् रु गच्छति इट् बिकम्स् आफ्टर् सो मेनि स्टेप् सो बट् प्रत्ययेषु यथा अ इति प्रत्ययः तत्र शप् प्रत्ययः किल तत्र न अत्र शप् इति विषये नास्ति अत्र यत्र अन्यत्र कुत्रापि अ इति एव प्रत्ययः अस्ति चेत् तत्र अनुबन्धः नास्ति इति इत्युक्ते अत्र अत्र सर्वत्र इत्संज्ञकवर्णः अस्ति इति नास्ति कुत्रचित् इत्संज्ञकवर्णः अपि न भवति यथा अत्र भू इति धातुः अस्ति तत्र इत्संज्ञकवर्णः एव नास्ति खलु तत्र दीर्घ उकारः अनुनासिकः नास्ति अतः इत्संज्ञा नास्ति तत्र भू इति एव तिष्ठति अतः तथापि वयं द्रष्टुं शक्नुमः यत्र कुत्रचित् इत्संज्ञकवर्णः एव न भवति तत्र न किमपि कार्यम् अस्तु तर्हि अग्रे प्रश्नः अस्ति वा कोऽपि इट् इस् नाट् क्लियर् विद्या भगिनि न अत्र पश्यतु भगिनि एकक्षणं पश्यतु एतत्र भूधातौ इत्संज्ञकवर्णः नास्ति खलु भूधातु तथैव तिष्ठति यतोहि इत्संज्ञकवर्णः एव नास्ति तथा प्रत्ययेषु अपि वयं द्रष्टुं शक्नुमः कुत्रचित् प्रत्ययः तथैव तिष्ठति अ इति एव प्रत्ययः तत्र इत्संज्ञकवर्णः नास्ति अत्र शप् इति प्रत्ययस्य विषये नास्ति अन्यप्रत्ययः अस्ति अ इति एव अ इति एव अस्ति तत्र इत्संज्ञकवर्णः एव नास्ति Similarly, in Pratyaya, simply I is there, there is no other attachment. Am I right? Haan, tathatata api bhavati iti tavadeva. Sarvatra insanyaka varana hasti iti nasti, kutrachit insanyaka varana api na bhavati iti paramshaha. Agre sare maidani. Atra Anjali Bhagni patati va. Anjali Bhagni. Bhagni, Pratyaya kim karoti? Idani masmakam visheha nasti Bhagni. Atra agre sare ma. अस्तु अग्रे अञ्जलि भगिनि अन्यानि उदाहरणानि प्रत्ययस्य ण च ञ च अनुबन्धः चेत् धातोः अन्तिमस्वरस्य वृद्धिः प्रत्ययस्य क च ङ च अनुबन्धः चेत् धातोः कस्यापि स्वरस्य गुणः वृद्धिः च न भवति न ञ क ङ इति एतान् अनुबन्धान् विहाय प्रत्ययस्य अन्य कोऽपि अनुबन्धः चेत् धातोः अन्तिमस्वरस्य गुणः एतादृशानि महत्त्वपूर्णकार्याणि अनुबन्धैः सिद्ध्यते अनुबन्धैः कानि कानि कार्याणि इच्छन्ति इति कथितमस्ति। कुत्रचित् कस्यचित् गृहे ध्वनिः अस्ति, कृपया म्यूट् कुर्वन्तु। प्रत्ययस्य न तथा च ञ अनुबन्धः चेत् धातोः अन्तिमस्वरस्य वृद्धिः न भवति। अधुना एव भगिनी वदति गुणनिषेधः भवति, वृद्धिः अपि न भवति, तद्विषये अत्र कथितमस्ति। ननु गुणनिषेधस्य विषये नास्ति भगिनि, अत्र यत्र वृद्धिः भवति इति प्रथमतया उक्तं, वृद्धिः यत्र भवति भवति। अस्तु, प्रत्ययस्य क च ङ च अनुबन्धः चेत् धातोः तत्र न भवति। प्रथमतया अत्र प्रत्ययः नकारस्य इत्संज्ञा णित् अस्ति अथवा ण्यकारस्य इत्संज्ञा ङित् अस्ति चेत् तत्र धातौ वृद्धिः भवति इति प्रथमः। तदनन्तरं तथा च कित् ङित् अस्ति चेत् स्वरस्य गुणः भव गुणः तथा च वृद्धिः अपि न भवति। नकार ञकार ककार ङकार इति अनुबन्धान् विहाय प्रत्ययस्य अन्य कोऽपि अनुबन्धः चेत् धातोः अन्तिमस्वरस्य गुणः भवति। नाम नकार यकार ककार ङित् अस्ति, सोरि, अनुबन्धः विहाय, एतान् अनुबन्धान् विहाय अन्य कोऽपि अनुबन्धः अस्ति चेत् अन्तिमस्वरस्य गुणः भवति। सत्यं, समीचीनं भगिनि, धन्यवादः। अत्र मीना भगिनी पुनः सारांशः वदति वा अत्र अस्मिन् परिच्छेदे किम् अस्ति? मीना भगिनी अस्ति वा? अस्तु, शोभा भगिनी वदतु, अस्ति वा? मीना भगिनी न श्रूयते, वदामि वा? हा वदतु भगिनि, अहं वदामि वा भगिनि? हा वदतु वदतु, अत्र मीना भगिनी अस्ति वा? अहमस्मि वा भगिनि, कुत्रतः वदामि? अत्र अन्तिमपरिच्छेदस्य सारांशः कः? तस्मिन् करपत्रे अन्तिम कुत्र अस्ति भवती अन्तिमपरिच्छेदम्? एवमेव विधेयं न अन्यानि उदाहरणानि तत्र प्रत्ययस्य नकारं वा नकारं वा अनुबन्धः वर्णः दातिम धातोः वृद्धिर्भवति। कित् वा चेत् गुणः सूत्रेण वृद्धिर्भवति, गुणः अपि भवति। एतस्मात् धातोः अन्तिमस्वरस्य गुणः एतादृशं नित्य ञित्ति कित्ति कित्ति अनुबन्ध विहाय प्रत्ययस्य प्रत्ययोपि अनुबन्धः चेत् चतुर्विध वर्णः विहाय धातोः अन्तिमस्वरस्य गुणः भवति। एतादृशं पूर्वं कार्याणि अनुबन्धैः सिद्ध्यन्ति। सम्यक् भगिनि, मध्ये मध्ये मध्ये मध्ये न श्रुतं भगिनि, मध्ये मध्ये सम्यक्तया न श्रुतं, मध्ये मध्ये क्लेशः अस्ति भवत्याः दूरवाण्याम्, अत्र लैन् मध्ये क्लेशः अस्ति. अस्तु, अत्र शोभा भगिनी पुनः वदतु. आं भगिनि, तत्र अन्यानि उदाहरणानि दत्तं. प्रत्यये नकारः ण्यकारः अस्ति चेत् तत्र अनुबन्धः भवति चेत् तस्य धातोः अन्तिमस्वरस्य वृद्धिः भवति. अपि च प्रत्ययस्य ककारः नकारः तत् ते द्वौ अनुबन्धः तत्र भवति चेत् धातोः गुणवृद्धिः न भवति. अनन्तरं ते समूहं दत्तमस्ति, नकार ण्यकार ककार नकार. ते विहाय प्रत्ययस्य अन्यः कोऽपि अनुबन्धः अस्ति चेत् धातोः अन्तिमस्वरस्य गुणः भवति इति दत्तमस्ति. सत्यं, एतादृशानि महत्त्वपूर्णकार्याणि अनुबन्धैः सिद्ध्यन्ति इति उदाहरणपूर्वक टिप्पणीः दत्तमस्ति. सत्यं सत्यं, समीचीनं भगिनि. अत्र भगिनि भगिनि एकः संशयः, न च न च किमर्थं च अथवा समीचीनमस्ति न इदानीं च न प्रत्ययस्य न च न च अनुबन्धः चेत् इति वा, न अथवा न अनुबन्धः चेत् न अथवा इति अपि वक्तुं शक्यते, परन्तु तत्र सूत्रेषु तथा एव अस्ति भगिनि. च इति इत्युक्ते अथवा, ओ अथवा इत्यस्मिन् अर्थे एव सर्वत्र भवति सूत्रेषु. ओ ओ ओ, च इति एव प्रयोगः कृतः पाणिनिना. धन्यवादः. अस्तु, अत्र विजयलक्ष्मी भगिनी पुनः अत्र इत्संज्ञकवर्णानां प्रयोजनं किम् इति सारांशरूपेण वदतु. इत्संज्ञकवर्णानां अत्र टेबल् अस्ति ततः वा, अत्र किं किं दृष्टम् अस्माभिः? हा, इत्संज्ञप्रकरणस्य उपयोगः उपदेशावस्थायां प्रत्ययः आदेशः धातोः आगमः एतेषां विषये प्रयोजनः भवति. केचन वर्णाः प्रक्रियायां लौकिकरूपेषु न तिष्ठन्ति, तस्य नाम भवति अनुबन्धः. अत्र इत्संज्ञकसप्तसूत्राणि भगिनि, चित्रं नास्ति, चित्रं नास्ति अत्र. अत्र इदानीम् अस्माभिः पठितं खलु अत्र अनुबन्धवर्णाः किमर्थं, प्रयोजनं किम् इति. तर्हि अत्र प्रयोजनानि कानि, किमर्थम् इत्संज्ञकवर्णः योजितः सूत्रेषु? इत्संज्ञकवर्णानां कार्याणि भवन्ति, महत्त्वपूर्णकार्याणि भवन्ति. अन्तिम पाराग्राफ् मध्ये यद् दत्तं तद् पृच्छति वा इल्ल? तत्र सम्पूर्णरीत्या वयं दृष्टं खलु, तत्र प्रत्ययानां प्रत्ययोः भेदः अवगन्तुं शक्यते. आम् आम् आम्. भगिनि चित्रं कुत्र अस्ति? अधोभागे अस्ति भगिनि, अत्र प्रथमः वयं दृष्टवन्तः यत् शप् प्रत्ययः अनन्तरं श प्रत्ययः द्वयोः प्रत्ययेषु प्रत्ययाभ्याम् अ एव अवशिष्यते, परन्तु अत्र पित् अनुबन्धस्य गुणकार्यं भवति, गुणकार्यस्य प्रोत्साहनं पित् ददाति. तस्य इम्पार्टेन्स् तस्य प्रेसेन्स् तत्र तत्कारणमेव अस्ति. शप् प्रत्यये गुण भवति, श प्रत्यये गुण न भवति. अनन्तरं तव तु त्वा इति प्रत्ययानां विषये ककारस्य इत्संज्ञा भवति. ककारस्य कित् इति यदि इत्संज्ञा भवति तत्र आगमः प्रायः भवति, गुणकार्यं सर्वं न भवति. नकार अनुबन्धः चेत् निच् प्रत्ययः, तर्हि संक्षेपे प्रत्ययस्य नाम नित् नित् इत्युक्ते यत्र नकारस्य इत् यस्य इत्यस्य सः नित् इति, नकारः इत्यस्य सः नित् इति नामकरणमपि दृष्टवन्तः. कथं नित् पित् कित् चित् तित् एतत् सर्वं कथं नामकरणं पाणिनि ऋषिः दत्तवान् इति. अनन्तरं भू इति धातोः भवति इति कथं वयं प्राप्नुमः शप् प्रत्ययः योगेन इति अपि अत्र दत्तम् अस्ति. शप् प्रत्ययस्य पकार पित् अस्ति तत्कारणं भू इति धातोः गुणः भवति. गुणात् पूर्वं भो इति भवति, अनन्तरं शप् इति प्रत्ययस्य विकरणप्रत्ययस्य अ इति अवशिष्यते, अनन्तरं तिङ् प्रत्ययस्य ति इति तिष्ठति. सन्धि कृत्वा यान्तवान्तदेशसन्धि कृत्वा भवति इति रूपं प्राप्नुमः. अनन्तरं विद्या भगिनी, देयर इज अ डाउट हियर. एकक्षणं यदा कोऽपि वदति तदनन्तरं तस्य वदनानन्तरमेव प्रश्नः पृच्छन्तु कृपया. ओके ओके, हा भगिनी वदतु. अनन्तरं दृष्टरूपं डुपचष् इति धातु अस्ति, तद् औपदेशिकरूपं. डुपच्चष् इति धातोः पच् इति कथं प्राप्नुमः इति सेवरल् सूत्राणि सन्ति. आदिर्निटुडवः इति सूत्रेण डु आरम्भे यद्डु अस्ति आदौ तस्य लोपः भवति. अनन्तरं हलन्त्यम् इति सूत्रेण शकारस्य लोपः भवति. अनन्तरम् अनुनासिक अच् वर्णः तस्यापि लोपः भवति इत् सम्यकः. सो आल् इत् सम्यकास् तस्य लोपः इति अनेन सूत्रेण लोपानन्तरं पच् इति लौकिकधातु अवशिष्यते. पच् धातोः सह यदि वयं तव्यत् प्रत्ययस्य योजनं कुर्मः तर्हि तत्र तव्यत् प्रत्ययस्य तकारः अन्ते यदस्ति हलन्त्यम् इत्यनेन सूत्रेण तस्य लोपः भवति, तव्य इति अवशिष्यते. पच् योगः तव्य इत्यस्य पक्तव्यम् इति रूपं प्राप्नुमः अनेन सूत्रे. अनन्तरं चकारस्य ककारः अन्येकसूत्रेण भवति, पक्तव्यम् इति रूपं निष्पद्यत. अनन्तरं भू धातु तस्य लौकिकरूपम् अनन्तरं औपदेशिकरूपं समानं, तद्वत् अकारः अपि इति प्रत्ययः सन्ति, तत्र अनुबन्धः किमपि नास्ति, अकारस्य अकारः एव अवशिष्यते. अनन्तरं लास्ट् वयं दृष्टवन्तः निच् ञच् किच् ञच् एतानि अनुबन्धानि किं किं कार्यं भवति, किं किं कार्यं न भवति इति महत्व नियमाः दृष्टवन्तः. एतदेव वयं अनुबन्धस्य समीचीनं भगिनि, सम्यक् तदेव अस्ति अत्र. इत्युक्ते अत्र निष्कर्षः कः इति चेत् सर्वत्र इत्संज्ञकवर्णस्य किमपि प्रयोजनं भवति एव इति एव निष्कर्षः. अत्र कुत्रचित् इत्संज्ञकवर्णः अस्ति चेत् तत्र अस्माकं प्रश्नः भवति तस्य प्रयोजनं किं, प्रत्यये इत्संज्ञकवर्णः अस्ति चेत् तस्य प्रयोजनं किम् इति चेत् उदाहरणार्थं कित् अस्ति चेत् तत्र गुणकार्यं न भवति, नित् अस्ति चेत् वृद्धिकार्यं भवितुम् अर्हति. अतः अस्माकं सर्वदा प्रथमप्रश्नः इत्संज्ञकवर्णः कः, तस्य लोपः प्रथमकार्यं, तदेव प्रथमकार्यं. धातुः भवतु, प्रत्ययः भवतु, यत्किमपि भवतु, आगमः, आदेशः, यत्किमपि भवतु, अस्माकं प्रथमं कार्यम् इत्संज्ञकवर्णस्य लोपः एव प्रथमं कार्यं, तदेव निष्कर्षः. अपि च इत्संज्ञकवर्णस्य प्रयोजनम् अस्ति एव सर्वत्र. यदि कस्यचित् वर्णस्य यदि अत्र कुत्रचित् वयं पश्यामः अष्टाध्याय्याम् अकारः केवलम् उच्चारणार्थः इति वदामः, तस्य इत्संज्ञा नास्ति, इत्संज्ञा नास्ति, तर्हि इत्संज्ञा नास्ति चेत् तादृशवर्णः केवलम् उच्चारणार्थः इति वदामः, तत्र प्रयोजनं न भवति. केवलम् उच्चारणसौकर्यार्थम् अकारः स्थापितः इति वक्तुं शक्नुमः. महेश्वराणि सूत्राणि तत्र तु इत्संज्ञकवर्णः एव खलु, महेश्वरसूत्राणि तु अन्ते इत्संज्ञक, परन्तु अन्ते इत्संज्ञकवर्णः हा अत्र कुत्रचित् आकारः हा सर्वत्र हल् वर्णस्य अनन्तरम् आकारः उच्चारणार्थः, सत्यं हल् वर्णस्य अनन्तरम् आकारः उच्चारणार्थः माहेश्वरसूत्रेषु अपि, तत्र प्रयोजनं किमपि नास्ति, उच्चारणसौकर्यार्थमेव स्थापितं. हयवरट् हयवरट् तर्हि ह इति हकारस्य अनन्तरम् अकारः उच्चारणार्थः तत्र. अस्तु उमा भगिनी पृच्छतु प्रश्नः कः. पित् अपित् क्लासिफिकेशन् is it it is not because of shap, it is tip to tip tas ji, that tip means that is pit, or it is shap because of that pa pakara there, it is pit. I have ha shap shapiti pratyaye tatra shapiti pratyaye pakarasi itsangi asti kalu हलन्त्यमिति सूत्रेण पकारस्य इत्संज्ञा अस्ति, तर्हि तत्र नामकरणं भवति पकारः इत् यस्य सः, इत्युक्ते शप् इति प्रत्ययः तादृशप्रत्ययः यत्र पकारस्य इत्संज्ञा अस्ति, अतः शप् इति प्रत्ययः पित् अस्ति. या शप् प्रत्यये कीदृशवर्णस्य कस्य वर्णस्य इत्संज्ञा भवति, शकारस्य इत्संज्ञा भवति चेत् षित्, पकारस्य इत्संज्ञा भवति चेत् पित्, पकारस्य इत्संज्ञा भवति चेत् कित्, नकारस्य इत्संज्ञा भवति चेत् नित् इति तादृशप्रत्ययस्य स्वभावः, भिन्नरीत्या नामकरणम्. अस्तु अस्तु तर्हि समीचीनं, तर्हि अग्रे अस्तु अग्रे अस्मिन्नेव करपत्रे चित्रम् अस्ति, कृपया गृहपाठरूपेण पठन्तु, चित्रं गृहपाठरूपेण पठन्तु. अत्र अस्मिन् पाठे कोऽपि प्रश्नः अस्ति वा, अयं विषयः बहु मुख्यविषयः अस्ति, सर्वेषाम् अवगमनं भवतु, प्रश्नाः सन्ति चेत् इदानीं प्रष्टुं शक्नुवन्ति. अस्तु नो चेत् अत्र अग्रिमकरपत्रम् उद्घाटयन्तु, गुणः इति करपत्रं किञ्चित् आरम्भं कुर्मः. अस्ति वा गुणः इति करपत्रम्? आम् हा अस्तु. अत्र गुणः इति विषयः तत्र सर्वत्र वयं गुणः इति विषयः सन्धिकार्यस्य विषये अपि वयं पश्यामः, गुणसन्धिः इति सन्धिकार्यस्य विषये पश्यामः, अपि च गुणकार्यम् इति अपि वदामः. गुणकार्यम् इत्युक्ते यथा अहं पूर्वम् उक्तवती, प्रत्ययः अस्ति, प्रत्ययात् पूर्वं यः भागः अस्ति तस्य नामकरणमस्ति अङ्गम् इति. यथा अत्र भूयोगः ति इति प्रत्ययः अस्ति चेत् तत्र भू इति भागः अङ्गं, तस्य नामकरणम् अङ्गम् इति वदामः. तर्हि अङ्गे अपि किमपि कार्यं भवति, तद् कार्यम् अङ्गकार्यम्, तेषु अङ्गकार्येषु गुणकार्यम् अन्यतमम्. तर्हि गुणः नाम किम्, Bhagini, sorry to interrupt. There are two karpatrams. One, only gunaha. Another, gunaha sutra sahita drushtihi. Which one? Ubayam api udghatayata. Udghatayato. Ubayam api udghatayata. तर्हि अत्र गुणः इति अत्र अस्माकं विषयः किम् इति चेत् इदानीं वयं प्रक्रियायाः विषये चिन्तनं कुर्मः. तर्हि अत्र अङ्गकार्यम् इति विषयः अस्ति. तर्हि गुणकार्यम् अङ्गकार्यं. तर्हि गुणः नाम किम् इति चेत् हा अदेन् गुणः का उक्तवती सूर्यकुमारी. हा वदतु, अदेन् गुणः किं वदति? सम्यक् सम्यक्. तर्हि अत्र अष्टाध्याय्याम् अदेङ् गुणः इति एकं सूत्रमस्ति. अत् एङ् गुणः इत्युक्ते अत् इत्युक्ते ह्रस्व अकारः, एङ् इत्युक्ते एङ् इति प्रत्याहारः. एङ् प्रत्याहारे के के वर्णाः? एओ हा, एकारः, ओकारः, वर्णद्वयं. तर्हि अकारः, एकारः, ओकारः एते गुणसंज्ञकवर्णाः. तेषां नामकरणमस्ति गुणः इति नामकरणं. तर्हि अकारस्य नामकरणमस्ति गुणः. एकारस्य अपि नाम तस्य संज्ञा अस्ति गुणसंज्ञा. ओकारस्य अपि गुणसंज्ञा अस्ति. तर्हि कदा एतस्य कार्यं कदा भवति इति चेत् अत्र धातौ धातोः अन्ते इक् इक् इति एकः प्रत्याहारः अस्ति. इक् प्रत्याहारे के के वर्णाः? गीताञ्जलिभगिनी वदतु. भगिनी अस्ति वा? आं भगिनि, पुनः पृच्छतु भगिनि. इक् प्रत्याहारे के के वर्णाः? इक् प्रत्याहारे इ क्षम्यतां भगिनि, इ ऋ इति इ उ उ अपि च क्षम्यतां भगिनि, इ उ ऋ. तर्हि इक् प्रत्याहारे इ उ ऋ ल. तर्हि अत्र ह्रस्वः भवतु, दीर्घः भवतु, प्लुतः भवतु, यत्किमपि भवतु, सर्वेषां ग्रहणं. तर्हि इ उ उ उ ऋ ऋ ऋ ल ल इति सर्वेषां ग्रहणं, सवर्णानामपि ग्रहणम् इति एतेषां सर्वेषां ग्रहणं. तर्हि इक् इति प्रत्याहारः. तर्हि अत्र धातोः अन्ते धातुः अस्ति. इदानीं वयं क्रियापदं निर्मातुम् इच्छामः. तर्हि धातोः अन्ते इक् प्रत्याहारस्य वर्णः अस्ति. तर्हि तत्र गुणकार्यं भवति. इदानीम् अत्र इक् प्रत्याहारस्य वर्णः इदानीं जानीमः. तर्हि इ इ इति अस्ति चेत् तस्य गुणः किम् इति चेत् एकारः, एकारः गुणः. उ उ अस्ति चेत् तस्य गुणः ओकारः. ऋ ऋ इति अस्ति चेत् तस्य गुणकार्यम् अर्. सामान्यतया ल इति न पश्यामः, ऋ इति न पश्यामः, अतः तत् त्यजामः इदानीम्. तर्हि इ इ इति अस्ति चेत् तस्य गुणः एकारः. उ उ इति अस्ति चेत् तस्य गुणः ओकारः. ऋ ऋ इति अस्ति चेत् तस्य गुणः अर् इति भवति. तर्हि इदानीम् उदाहरणार्थं पश्यामः. भू इति धातुः. भू इति धातोः अन्ते गीताञ्जलिभगिनी वदतु, अन्ते इक् प्रत्याहारस्य वर्णः अस्ति वा? आं भगिनि, उ हा, दीर्घ उकारः, इक् प्रत्याहारस्य वर्णः अस्ति. तदनन्तरम् अत्र अत्र ति इति प्रत्ययः, तदनन्तरं मध्ये शप् इति प्रत्ययः अस्ति. शप् इति प्रत्यये अकारः अवशिष्यते. अस्तु, इदानीं तत्र गुणकार्यं भवति इति चिन्तयामः. अस्तु, किमर्थं भवति इति अग्रे पठिष्यामः. परन्तु इदानीं गुणकार्यं भवति इति चिन्तयामः. अ इति प्रत्ययं निमित्तीकृत्य भू इति अङ्गे गुणकार्यं भवति. तर्हि उकारस्य किं भवति? हा, उ उ इति अस्ति चेत् तस्य गुणकार्यम् ओ इति भवति. तर्हि भू इत्यस्मिन् दीर्घ उकारस्य स्थाने ओकारः भवति. तर्हि किं भवति? गीताञ्जलिभगिनी वदतु अत्र भो हा भो इति भवति ऊकारस्य गुणः ओकारः तर्हि भो इति भवति तर्हि भो योगः अयोगः ति तदनन्तरं सन्धिकार्यं भवति तत्र सन्धिकार्यं भूत्वा भवति इति रूपं भवति तर्हि इदानीम् अत्र अस्माकं प्रथमः नियमः कः इति चेत् धातोः अन्ते इक् प्रत्याहारस्य वर्णः अस्ति चेत् तदनन्तरं यः प्रत्ययः अस्ति सः प्रत्ययः गुणकार्यं कर्तुं योग्यः अस्ति चेत् तत्र गुणकार्यं भवति इदानीम् अस्माकं पुरतः यः प्रत्ययः अस्ति शप् सः प्रत्ययः गुणकार्यं कर्तुं योग्यप्रत्ययः अस्ति अतः भू इत्यस्य गुणकार्यं भूत्वा भो इति भवति अस्तु अनन्तरम् इदानीं जि इति धातुः अस्ति अत्र पाण्डे महोदय वदतु जि इति धातुः अस्ति अनन्तरं शप् इति प्रत्ययः अस्ति तर्हि जि धातौ गुणकार्यं भवति वा जि जि इति धातु जि तत्र इ प्रत्ययः अस्ति इ एक प्रत्ययः इ अस्ति जि धातु मध्ये तस्य वर्ण इ रूपेण अस्य गुणः भवति इति अत्र इ इति कीदृशः वर्णः इ इक् हा इक् प्रत्याहारस्य वर्णः अस्ति यत्र इ इति अस्ति चेत् अस्य गुणः कः स्मरामि इति अस्ति चेत् अस्य गुणः एकारः तर्हि जि इति किं भवति यथा उ गुणा ओ अस्ति तथा इ गुणा ए अस्ति एकार अस्ति जे भवति जे भवति जे योगः अयोगः इति सन्धिकार्यं भूत्वा जयति जयति जयति हा एकारस्य एकारः अनन्तरम् अकारः तत्र एचोय वायावः यान्तावान्तदेशसन्धिः एकारस्य स्थाने ऐ इति आदेशः भवति ऐ इति आदेशः तत्र योगेन जयति जयति इति भवति सम्यक् तदनन्तरम् इदानीम् अत्र तृ इति धातुः अस्ति तृ इति धातुः अत्र का वदति अत्र विनय् महोदय वदति वा तृ इति धातुः अस्ति अस्ति वा विनय् महोदय भवति श्रूयते हा श्रूयते वदतु ओके त्रिधातु ऋकारः अतः अर् परिवर्तनं भवति तर् भवति तरति तरति हा तृ इति धातुः दीर्घ ऋकारान्तधातुः दीर्घ ऋकारः अपि इक् प्रत्याहारे एव अस्ति यतोहि इ उ ऋ इति अस्ति तर्हि ऋकारः इक् प्रत्याहारे अस्ति इक् प्रत्याहारे अस्ति इति कृत्वा ऋकारस्य गुणः अर् इति भवति तर्हि ऋकारस्य स्थाने अर् इति आगच्छति तर्हि तर् तर्योगः अ तर तरति इति रूपं तर्हि वयं सर्वत्र पश्यामः सारांशरूपेण यत्र यत्र धातोः अन्ते इक् प्रत्याहारस्य वर्णः अस्ति अनन्तरं यः प्रत्ययः अस्ति सः प्रत्ययः गुणः गुणकार्यं कर्तुं योग्यः अस्ति तत्र गुणकार्यं भवति अङ्गे गुणकार्यं भवति इ इ इति अस्ति चेत् एकारः भवति उ उ अस्ति चेत् ओकारः भवति ऋ इति अस्ति चेत् अर् इति गुणकार्यं भवति सर्वत्र वयं पश्यामः अत्र प्रत्ययः योग्यः वा न वा इति अग्रिमसप्ताहे परिशील्यामः प्रत्ययस्य स्वभावः कः तत्र गुणकार्यं भवितुम् अर्हति न वा इति तद् अग्रिमसप्ताहे परिशीलिष्यामः अधुना केवलम् एतत् परिचयः अस्तु भगिनि सूर्यकुमारी अर् न गुणः सत्यं सत्यं तत् कथमिति अग्रिमसप्ताहे परिशीलयामः यतोहि अत्र केवलम् अ इति एव गुणसंज्ञकः वर्णः अस्ति, रेपः नास्ति. तत्र अन्यत् सूत्रम् अत्र कार्यं करोति भगिनि, उरण्ड्रपरः इति अन्यत् सूत्रमस्ति, तेन सूत्रेण रेपः आगच्छति. तत् कथम् इति अग्रे परिशीलयामः. अस्तु, रेपः कथम् आगच्छति इति अग्रे परिशीलयामः. तत्र सर्वत्र अत्र अत्र एतस्य सर्वस्य पृष्ठभागे विज्ञानम् अस्ति एव. उच्चारण अत्र शिक्षा अस्ति एव. अत्र उच्चारणशिक्षा अस्ति एव. किमर्थम् ईकारस्य स्थाने एकारः, उकारस्य स्थाने किमर्थम् ओकारः, यतोहि तत्र उच्चारणसाम्यं वर्तते. कथं वर्तते इति अग्रिमसप्ताहे परिशीलयामः. एवमेव अत्र ऋकारस्य यदा हि गुणः भवति तत्र अकारः एव आगच्छति, परन्तु तदनन्तरम् अन्यत् सूत्रेण रेपः अपि आगच्छति तत्र, अतः अर् इति भवति. अस्तु, कथम् एतत् सर्वं भवति इति अग्रिमसप्ताहे परिशीलयामः. परन्तु अत्र परिचयरूपेण कथं गुणकार्यं भवति इति एव विषयः अस्ति. अस्तु, अहं किं वदामि इति चेत्, अस्माभिः पूर्वमपि पठितम् अत्र गुणः इति एकं करपत्रम् अस्ति. तत् करपत्रं कृपया सर्वे पठन्तु. पूर्वम् अस्माभिः पठितं, बहु लघु एव अस्ति करपत्रम्, अतः लघुकरपत्रम्, अतः एकवारं पठन्तु. गृहपाठरूपेण पठित्वा आगच्छन्तु. अग्रिमसप्ताहे सूत्रम् अत्र सूत्रद्वयं वर्तते, सूत्रं क्रमेण पठिष्यामः. अस्तु, सूत्रस्य अर्थः कः, कुत्र गुणकार्यं भवति, प्रत्ययस्य स्वभावः कः, तत्सर्वम् अग्रिमसप्ताहे पठिष्यामः. अस्तु, अत्र स्थगयामः. समयः अभवत्, अत्र स्थगयामः. प्रश्नः चेत् पृच्छन्तु. धन्यवादः भगिनि. अस्तु, धन्यवादः. नमस्कारः. धन्यवादः. नमस्कारः. नमस्कारः भगिनि. नमस्ते. धन्यवादः. नमस्ते भगिनि. नमस्ते भगिनि. धन्यवादः. धन्यवादः भगिनि. बहु धन्यवादः. नमस्कारः भगिनि. नमस्कारः भगिनि.